अनाश्रितः कर्मफलम् कार्यम् कर्म करोति यः स सन्न्यासी च योगी च न निरग्निः न चाक्रियः यम् सन्न्यासमिति प्राहु योगम् तम् विद्धि पाण्डव न यः सन्न्यस्तसङ्कल्पो योगी भवति कश्चन उद्धरेदात्मनात्मानम् नात्मानम् अवसादये सदात्मानम् योगी विगतकल्मषः सुखेन ब्रह्म संस्पर्शम् अत्यन्तम् सुखमश्नुते सर्वभूतस्थमात्मानम् सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः सर्वथा वर्तमानो योगी मयि वर्तते आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिरां चञ्चलं हि मनः कृष्णाप्रमाथि बलवद्दृढम् तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् श्री भगवान् उवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते असंयतात्मना योगो दुष्प्राप इति मे मति वश्यात्मना तु यतता शक्यो वाप्तुमुपायतः वश्यात्मना तु यतता शक्यो वाप्तुमुपायतः अक्षरं ब्रह्म परमम् अक्षरं ब्रह्म परमम् स्वभावोऽध्यात्ममुच्यते स्वभावोऽध्यात्ममुच्यते आदि त्यजन्ते कलेवरम् त्यजन्ते कलेवरम् तं तमेवैति कौन्तेय तं तमेवैति कौन्तेय सदा तद्भावभावितः सदा तद्भावभावितः तस्मात् सर्वेषु कालेषु तस्मात् सर्वेषु कालेषु मामनुस्मर युद्ध च मामनुस्मर युद्ध च मय्यर्पित मनो पत्रम् पुष्पम् फलम् तोयम् यो मे भक्त्या प्रयच्छति तदहम् भक्ति उपहृतम् अश्नामि प्रयतात्मनः पत्रम् पुष्पम् फलम् तोयम् यो मे भक्त्या प्रयच्छति तदहम् भक्ति उपहृतम् अश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् शुभाशुभ फलैरेवम् मोक्षसे कर्म बन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि समोहम् सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ति तु माम् भक्त्या मयि ते तेषु चाप्यहम् ये भजन्ति तु माम् भक्त्या मयि ते तेषु चाप्यहम् अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् स साधुरेव समन्तव्यः सम्यक् व्यवसितो हि सः साधुरेव समन्तव्यः सम्यक् व्यवसितो हि सः क्षिप्रम् भवति धर्मात्मा शश्वत्शान्तिम् निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति न मे भक्तः प्रणश्यति मे पार्थरूपाणि शतशोऽथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्चादित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा बहून्यदृष्टपूर्वाणि पश्य आश्चर्याणि भा इहैकस्थम् जगत्कृत्स्नम् पश्चाद्य सचराचरम् मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छति न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्। सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपम् ऐश्वरम् दर्शयामास पार्थाय परमं रूपम् ऐश्वरम्। अनेकवक्त्र नयनम् अनेक अद्भुत दर्शनम् अनेकवक्त्र नयनम् अनेक अद्भुत दर्शनम् अनेक दिव्याभरणम् दिव्यानेकोद्यतायुधम् अनेक दिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमाल्य अम्बरधरम् दिव्यगन्धानुलेपनम् दिव्यमाल्य अम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम्। सूर्यसहस्रस्य भवेद्युगपद उत्थिता दिवि सूर्यसहस्रस्य भवेद्युगपद उत्थिता यदि भासदृशी सा स्यात् भासस्तस्य महात्मनः यदि भासदृशी सा स्यात् भासस्तस्य महात्मनः कस्थम् जगत् कृत्स्नम् कविभक्तम् अनेकधा तत्रैकस्थम् जगत् कृत्स्नम् कविभक्तम् अनेकधा अपश्यद्देव देवस्य शरीरे पाण्डवस्तदा अपश्यद्देव देवस्य शरीरे पाण्डवस्तदा। अर्जुन उवाच पश्यामि देवांस्तव देवदेहे सर्वांस्तथा भूतविशेष संघान् ब्रह्माणमीशं कमलासनस्थम् ऋषींश्च सर्वानुर्गांश्च दिव्यान् अनेकबाहूदर् वक्त्रनेत्रम् पश्यामि त्वाम् सर्वतोऽनन्तरूपम् नान्तम् न मध्यम् न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप किरीटिनम् गदिनम् चक्रिणम् च तेजाराशिम् सर्वतो दीप्तिमन् पश्यामि त्वाम् दुर्निरीक्षम् समन्तार् दीप्तानलार्क द्युतिम् अप्रमेयम् त्वमक्षरम् परमम् वेदितव्यम् त्वमस्य विश्वस्य परम् निधानम् त्वम् अव्ययः शाश्वत धर्म गोप्ता सनातनस्त्वं पुरुषो मतो मे। ममादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परम् निधानम्। त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परम् निधानम्। वेत्तासि वेद्यम् च परम् च धाम त्वया ततम् विश्वमनन्तरूप। त्वया ततम् विश्वमनन्तरूप। वायुर्यमोऽग्निः वरुणः शशाङ्कः प्रजापतिस्त्वम् प्रपितामहश्च। वायुर्यमोऽग्निः वरुणः शशाङ्कः प्रजापतिस्त्वम् प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्रकृत्व पुनश्च भूयोऽपि नमो नमस्ते पुनश्च भूयोऽपि नमो नमस्ते। श्री भगवान् उवाच। मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः। मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः। अत ऊर्ध्वं न संशयः। अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय। अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय। मामिच्छाप्तुं धनञ्जय। अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि। अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि। कुर्वन् सिद्धिम् अवाप्स्यसि। अथैतदप्यशक्तोऽसि कर्तुम् मद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुरु यतात्मवान्। अथैतदप्यशक्तोऽसि कर्तुम् मद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुरु यतात्मवान्। ततः कुरु यतात्मवान्। श्रेयो हि ज्ञानम् अभ्यासात् ज्ञानाध्यानम् विशिष्यते ज्ञानात् कर्मफलत्यागः त्यागात् शान्तिः अनन्तरम्। श्रेयो हि ज्ञानम् अभ्यासात् ज्ञानाध्यानम् विशिष्यते ध्यानात् कर्मफलत्यागः त्यागात् शान्तिः अनन्तरम् त्यागात् शान्तिः अनन्तरम् अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःख सुखः क्षमी अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःख सुखः क्षमी समदुःख सुखः क्षमी सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पित मनोबुद्धिः यो मद्भक्तः स मे प्रियः सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पित मनोबुद्धिः यो मद्भक्तः स मे प्रियः यो मद्भक्तः स मे प्रियः यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः मुक्तो यः स च मे प्रियः अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भ परित्यागी यो मद्भक्तः स मे प्रियः अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भ परित्यागी यो मद्भक्तः स मे प्रियः यो मद्भक्तः स मे प्रियः यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभ परित्यागी भक्तिमान्यः स मे प्रियः यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभ परित्यागी भक्तिमान्यः स मे प्रियः भक्तिमान्यः स मे प्रियः समशत्रौ च मित्रे च तथा मानापमानयोः शीतोष्ण सुखदुःखेषु समः सङ्गविवर्जितः समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्ण सुखदुःखेषु समः सङ्गविवर्जितः समः सङ्गविवर्जितः तुल्यनिन्दास्तुतिर्मोनि सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः तुल्यनिन्दास्तुतिर्मोनि सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः भक्तिमान् मे प्रियो नरः ये तु धर्म्यामृतम् इदम् यथोक्तम् पर्युपासते श्रद्धधानामत् परमा भक्तास्ते तीव मे प्रिया ये तु धर्म्यामृतम् इदम् यथोक्तम् पर्युपासते श्रद्धधानामत् परमा भक्तास्ते तीव मे प्रियाः भक्तास्ते तीव मे प्रियाः रजस्तम इति गुणाः प्रकृति संभवाः निबध्नन्ति महाबाहो देहे देहि नमोऽव्ययम् निबध्नन्ति महाबाहो देहे देहि नमोऽव्ययम् तत्र सत्त्वम् निर्मलत्वा प्रकाशगमनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानद सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानद रजो रागात्मकम् विद्धि तृष्णासङ्गसमुद्भवम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् तमस्वज्ञानजम् विद्धि मोहनम् सर्वदेहिनाम् प्रमादालस्य निद्राभिः तन्निबध्नाति भारत प्रमादालस्य निद्राभिः तन्निबध्नाति भारत सत्त्वम् सुखे सञ्जयति रजः कर्मणि भारत ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत रजस्तमश्च अभिभूय सत्त्वम् भवति भारत रजः सत्त्वम् तमश्चैव तमः सत्त्वम् रजस्तथा रजः सत्त्वम् तमश्चैव तमः सत्त्वम् रजस्तथा कर्मणः सुकृतस्याहुः सात्विकम् निर्मलम् फलम् रजसस्तु फलम् दुःखम् अज्ञानम् तमसः फलम् रजसस्तु फलम् दुःखम् अज्ञानम् तमसः फलम् सत्त्वात् सञ्जायते रजसो लोभ एव च प्रमादमोहौ तमसो भवतो अज्ञानमेव च प्रमादमोहौ तमसो भवतो अज्ञानमेव च पूर्वम् गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः नान्यं गुणेभ्यः कर्तारं यदा दृष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणानेतानतीत्यत्रि देहि देहसमुद्भवा जन्म मृत्यु जरा दुःखैः विमुक्तो मृतमश्नुते जन्म मृत्यु जरा दुःखैः विमुक्तो मृतमश्नुते छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवी अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषय प्रवाला अधश्च मूलान्यनुसंतता कर्मानुबंधी मनुष्यलोके न रूपमस्येह तथोपलभ्यते नान्तो न चादीर्न च संप्रतिष्ठा अश्वत्थमेनं सुविरूढमूलं असंगशस्त्रेण दृढेन छित्त्वा ततः पदं तत् परिमार्गितव्यम् यस्मिन् गतान् निवर्तन्ति भूयः तमेव चाद्यम् ಪಕ್ಷಂ ಪ್ರಪದ್ಯೆ ಯತಃ ಪ್ರವೃತ್ತಿ ಪ್ರಸೃತಾ ಪುರಾಣಿ ನಿರ್ಮಾನ ಮೋಹ ಜಿತಸಂಗ ದೋಷ ಅಧ್ಯಾತ್ಮ ನಿತ್ಯ ವಿನಿವೃತ್ತ ಕಾಮ ದ್ವಂದ್ವೈರ್ವಿಮುಕ್ತ ಸುಖ ದುಃಖ ಸಂಜ್ಞೈ ಗಚ್ಛಂತ್ಯ ಮೂಢಾಃ ಪದಂ ಅವ್ಯಯಂ ತತ್ ನ ತದ್ ಭಾಸಯತೆ ಸೂರ್ಯೋ ನ ಶಶಾಂಕೋ ನ ಪಾವಕಃ ಯದ್ ಗತ್ವಾ ನ ನಿವರ್ತಂತೆ ತದ್ಧಾಮ ಪರಮಂ ಮಮ ತದ್ಧಾಮ ಪರಮಂ ಮಮ ಸರ್ವಸ್ಯ ಚಾಹಂ ಹೃದಿ ಸನ್ನಿವಿಷ್ಟೋ ಮತ್ತಸ್ಮೃತಿರ್ಜ್ಞಾನಂ ಅಪೋಹನಂ ಚ ವೇದೈಶ್ಚ ಸರ್ವೈಃ ಅಹಮೇವ ವೇದ್ಯೋ ವೇದಾಂತ ಕೃದ್ ವೇದ ವಿದೇವ ಚಾಹಂ ವೇದೈಶ್ಚ ಸರ್ವೈಃ ಅಹಮೇವ ವೇದ್ಯೋ ವೇದಾಂತ ಕೃದ್ ವೇದ ವಿದೇವ ಚಾಹಂ ವೇದಾಂತ ಕೃದ್ ವೇದ ವಿದೇವ ಚಾಹಂ ದ್ವಾವಿಮೌ ಪುರುಷೌ ಲೋಕೆ ಕ್ಷರಶ್ಚಾಕ್ಷರ ಏವ ಚ ಕ್ಷರಃ ಸರ್ವಾಣಿ ಭೂತಾನಿ ಕೂಟಸ್ಥೋಕ್ಷರ ಉಚ್ಯತೆ ಕ್ಷರಃ ಸರ್ವಾಣಿ ಭೂತಾನಿ ಕೂಟಸ್ಥೋಕ್ಷರ ಉಚ್ಯತೆ ಉತ್ತಮ ಪುರುಷಸ್ತನ್ಯಃ ಪರಮಾತ್ಮೇತ್ಯುದಾರುತಃ ಯೋ ಲೋಕತ್ರಯಮಾವಿಶ್ಯ ವಿಭರ್ತಿ ಅವ್ಯಯ ಈಶ್ವರಃ ಯೋ ಲೋಕತ್ರಯಮಾವಿಶ್ಯ ವಿಭರ್ತಿ ಅವ್ಯಯ ಈಶ್ವರಃ ಯಸ್ಮಾಕ್ಷರಮತೀತೋಹಂ ಅಕ್ಷರಾದಪಿ ಚೋತ್ತಮಃ ಅತೋಸ್ಮಿ ಲೋಕೆ ವೇದೇ ಚ ಪ್ರತಿತಃ ಪುರುಷೋತ್ತಮಃ ಅತೋಸ್ಮಿ ಲೋಕೆ ವೇದೇ ಚ ಪ್ರತಿತಃ ಪುರುಷೋತ್ತಮಃ ಯೋ ಮಾಮೇವಮಸಂಮೂಢೋ ಜಾನಾತಿ ಪುರುಷೋತ್ತಮಂ ಸ ಸರ್ವವಿತ್ ಭಜತಿ ಮಾಂ ಸರ್ವಭಾವೇನ ಭಾರತ ಸ ಸರ್ವವಿತ್ ಭಜತಿ ಮಾಂ ಸರ್ವಭಾವೇನ ಭಾರತ ಇತಿ ಗುಹ್ಯತಮಂ ಶಾಸ್ತ್ರಂ ಇದಮುಕ್ತಂ ಮಯಾನಘ ಏತದ್ ಬುದ್ಧ್ವಾ ಬುದ್ಧಿಮಾನ್ ಸ್ಯಾತ್ ಕೃತಕೃತ್ಯಶ್ಚ ಭಾರತ एतत् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत कृतकृत्यश्च भारत। ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ब्राह्मयन् सर्वभूतानि यन्त्रारूढानि मायया ब्राह्मयन् सर्वभूतानि यन्त्रारूढानि मायया तमेव शरणं गच्छ सर्वभावेन भारत तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् इति ते ज्ञानमाख्यातम् कुर्यात् कुर्यतरं मया इति ते ज्ञानमाख्यातम् कुर्यात् कुर्यतरं मया विमृश्यैतदशेषेण यथेच्छसि तथा कुरु विमृश्यैतदशेषेण यथेच्छसि तथा कुरु मन्मना भव मद्भक्तो मत्याजी मां नमस्कुरु मन्मना भव मद्भक्तो मत्याजी मां नमस्कुरु मामे वैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे मामे वैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुच अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुच मोक्षयिष्यामि माशुच। संजय उवाच राजन् संस्मृत्य संस्मृत्य संवादमिमम् अद्भुतम् केशवार्जुनयोः पुण्यम् हृष्यामि च मुहुर्मुहुः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीविजयो भूतिः ध्रुवानीतिर्मतिर्मम यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः